सर्वेभ्यो नमस्कारः. स्पोकन् संस्कृत् इति वर्गस्य आरम्भः जातः इदानीं. गतवर्गे वयम् एकां कथां पठितवन्तः, गीतापठनं न व्यर्थम् इति. तत्र तत्र कथां पूर्णतया पठितवन्तः. तत्र गृहपाठः आसीत्, कथायाः सारांशः, सारांशं लिखतु इति. कः प्रथमं वक्तुम् इच्छति? अस्तु, पश्यामः. रमाबाई भगिनी, भवती वक्तुम् इच्छति वा? रमाबाई भगिनी, अस्तु. चन्द्रशेखर. चन्द्रशेखर, नमस्कारः महोदय. नमस्कारः महोदय. भगिनि यः न, एकनिमिषं भगिनि, यः न वदति कृपया म्यूट् कुर्वन्तु. यदि स्पीकर् फोन् अस्ति चेत् कृपया म्यूट् कुर्वन्तु. अस्तु, वदतु भगिनि. रमाबाई भगिनी वदतु. एकः वृद्धः, तस्य पौत्रेण सह पौत्रस्य पर्वतस्य अधः निवसति स्म. वृद्धः प्रतिदिनं शीघ्रमेव उत्तिष्ठति. अनन्तरं सः प्रातःकाले कर्मनगरं समाप्य भगवद्गीता पठनं करोति स्म. पितामहः किं किं करोति इति प्रतिदिनं पौत्रः दृष्ट्वा अस्ति स्म. तस्मिन् मनसि पौत्रः पश्यति स्म. दृष्ट्वा इत्युक्ते भूतकालरूपं भवति केवलं. समीरम् पश्यति स्म. तस्मिन् मनसि पितामहः इव भवितुम् इच्छति. तस्मात् सः अपि प्रतिदिनं भगवद्गीता पठनं आरब्धं कृतवान् आरब्धवान् परन्तु भगवद्गीतायाः श्लोकानाम् अर्थं किमपि न ज्ञातुं शक्यते सः सः पितामहं समीपे उक्तवान्. पितामहस्य समीपे गत्वा उक्तवान् पितामह, भवान् भगवद्गीता यदा भगवद्गीता पठति तथा अहमपि पठनं कृतवान्, परन्तु मया किमपि ज्ञातुं शक्यते इति भवति. ज्ञातुं न शक्यते. अतः भगवद्गीतायाः पठनस्य प्रयोजनम् एव किं लाभः भवति? इतःपरम् अहं भगवद्गीतायाः पठनं न करोमि, केवलं त्यजामि इति. एतत् श्रुत्वा पितामहः तूष्णीम् एव आसीत्, किमपि न उक्तवान्. परन्तु श्वः तस्य पौत्रस्य समीपे एकः कण्डोलः दत्त्वा नदीतः एतेन कण्डोलेन जलम् आनयतु इति उक्तवान्. पौत्रः अपि नदीं गत्वा वा नद्ये गत्वा तेन नदीं गत्वा तेन कण्डोलेन जलम् आनीतवान्, परन्तु तस्मिन् कण्डोले जलं किञ्चित् अपि नास्ति. किमपि अन्यपदं? तत् समीचीनमेव अस्ति भगिनि. पौत्रः किं पितामह, कण्डोले किमपि जलं नास्ति इति उक्तवान्. भवान् जलम् आनेतुं समये मन्दम् आगतवान्. भगिनि केवलं प्रथम अपि द्वितीयपरिच्छेदस्य सारांशः तावत्. अस्तु वदतु भगिनि. भवान् जलम् आनेतुं समये मन्दम् आगतवान्, तेन एव कारणं. पुनः नद्ये गत्वा जलं पूरयित्वा वेगेन आगच्छतु इति उक्तवान् पौत्रः. पुनः तदेव तावत् पर्यन्तं समीचीनं भगिनि. प्रथमपरिच्छेदः अपि द्वितीयपरिच्छेदः तावदेव अहं पठम् इति आसीत्. समीचीनमस्ति भगिनि, समीचीनमस्ति भगिनि. धन्यवादः. अन्यः कोऽपि वक्तुम् इच्छति वा सारांशरूपेण भवतु इति? वदति वा? अस्तु. कश्चन वृद्धः तस्य पौत्रेण सह पर्वतस्य अधः निवसति स्म. नित्यं नियमानुसारं सः प्रातःकाले उत्थाय भगवद्गीतायाः अभ्यासं कृतवान्. पौत्राय पितामहस्य व्यवहारं रोचते स्म. अतः सः अपि पितामहम् इव भवितुम् इच्छति स्म. पौत्रः पितामहम् अनुकरणं कृतवान्. पितामहः एव प्रतिदिनं शीघ्रम् उत्थाय गीतायाः पितामहस्य अनुकरणम् इति मन्ये पितामहस्य लिखितवती पितामहस्य प्रतिदिनं शीघ्रम् उत्थाय गीतायाः पठनम् आरब्धवान्. किन्तु किञ्चित् कालानन्तरं सः खिन्ना अभवत्. कारणं सः बहु पठनस्य प्रत्यानन्तरम् अपि गीताश्लोकानाम् अर्थं न अवगतुं शक्नोति स्म. सः पितामहं प्रति गत्वा उक्तवान्, पितामह, अहं भवान् एव गीतापठनं नित्यं करोमि. यदा पठनं करोमि तदा किञ्चित् अवगच्छामि, किन्तु तदनन्तरम् अहं सर्वं विस्मरामि. अहं न मन्ये गीतापठनस्य कोऽपि लाभः अस्ति, अतः अहं गीतापठनं त्यजामि इति. पितामहः शान्तः भूत्वा तं पण्डोलं नीत्वा नदीतः जलम् आनेतुम् उक्तवान्. पौत्रः पितामहस्य आज्ञां पालनं कृतवान्. पौत्रः कण्डोलं नीत्वा नदीतीरे चलित्वा कण्डोलं जलेन परिपूर्य गृहं प्रस्थितवान्. यावत् सः गृहम् आगतवान् तावत् पर्यन्तं सम्पूर्णं जलं कण्डोलात् बहिः पतितवान् वा वहितवान्. अल्पं जलम् अपि न शिष्टम्. तावदेव. अस्तु भगिनि, बहु समीचीनम् अस्ति. धन्यवादः भगिनि, समीचीनम् अस्ति. अग्रे कोऽपि कः वक्तुम् इच्छति? नरेश् महोदय वदति वा? वदतु महोदय. कश्चन ग्रामे एकः बालकः वृद्धः पितामहः सह निवसति स्म. पितामहं दृष्ट्वा तम् अपि भगवद्गीतां पठनम् आरब्धवान्, परन्तु सः गीताश्लोकान् स्मरणं न शक्नुवान्. सः पितामहम् अपृच्छत्. पुनरेकवारं तत्र तद् वाक्यं पठतु, न शक्नुवान् इति अन्ते यदस्ति तद् वाक्यं पुनः पठतु महोदय. परन्तु सः गीताश्लोकान् न शक्नुवान्. श्लोकानां श्लोकानां स्मरणं श्लोकानां श्लोकानाम् इति श्लोकानां स्मरणं न शक्नुवान् कर्तुं न शक्नुवान् कर्तुं कर्तुम् अथवा कर्तुं न शक्नुवान्. सः पितामहम् अपृच्छत् यदा अहं न स्मृतवान् तदा किं लाभः? कः लाभः? कः लाभः? पुल्लिङ्ग् अस्ति. पितामहः उत्तरं न उक्तं, परन्तु सः अवदत् पौत्रे एतत् कण्डोले नदीतः जलम् आहय. पौत्रः कण्डोले जलप्रपूरे गृहं गतवान्, परन्तु यावत् गृहं प्राप्तं कण्डोले जलं नासीत्. पितामहः अवदत् त्वं मन्दतया आगच्छतु, वेगेन मा कुरु कार्यम् इति. हा समीचीनं महोदय, समीचीनं. तत्र आनयनं शक्यम्. अस्तु अस्तु, हा भवान् यद् आवश्यकं तस्य अधिकमपि भवान् कृतवान्, समीचीनमेव अस्ति. अहं धन्यवादः महोदय. अग्रे गीता भगिनी वदति वा भगिनि? इदानीं नास्ति चेत् चिन्ता मास्तु, चिन्ता नास्ति. अन्य कोऽपि अहं वदामि महोदय. वेणुगोपालः. वेणुगोपाल् मध्ये वदतु महोदय. एकस्मिन् पर्वतशिखरे अधः एकः वृद्धः तस्य पौत्रेण सह निवसति. वृद्धः प्रतिदिनम् उत्थाय भगवद्गीता पठयति स्म. पौत्रः पौत्रः तस्य पितामहेन एव भवितुम् इच्छति. तेन भगवद्गीता पठनं भवितुम् इच्छति. तेन भगवद्गीतापठनम् आरब्धवान्, किन्तु सः पौत्रः भगवद्गीतां विस्मरति स्म. पौत्रः तस्य पितामहां पृच्छति, हे पितामह, अहं भगवद्गीता पठिष्यामि, किन्तु पठामि किन्तु पठनानन्तरं विस्मरामि. अतः गीतापठनात् किं प्रयोजनम् इति प्रयोजनम् अहं गीतापठनं परित्यक्तुम् इच्छामि. वृद्धः पौत्रेण सह सन्तुष्टं नाभवत्. सः पौत्रम् एकं कण्डोलं नीत्वा नदीतः जलम् आनय इति अवदत्. पौत्रः नदीं गत्वा कण्डोले जलं प्रपूर्य गृहं प्रति प्रस्थितः आगतः. किन्तु किन्तु कण्डोले सर्वं जलं भूमेः पतति. भूमौ पतति. तदा वृद्धः अवदत् त्वं मन्दतया कार्यं कुरु इति. पौत्रः कण्डोले जलं प्रयासः कृतः किन्तु विफला जाता. तावत्पर्यन्तं समीचीनं महोदय, धन्यवादः, बहु समीचीनम् अस्ति. तत्र केवलम् अत्र अन्तिमपरिच्छेदे अहं पितामहः कण्डोलेन जलस्य आनयनं न शक्यम् इति तत्र त्वं मन्दतया कार्यं करोषि वेगेन कुरु कार्यम् इति. प्रायशः पौत्रः मन्देन करोति वेगेन कुरु इति अत्र अस्ति इति मन्ये, किन्तु तावदेव तत् सर्वं समीचीनमस्ति, केवलं तद् एकः अंशः तदेव. अस्तु, धन्यवादः महोदय. महोदय अहं दशवाक्यानि एव लिखितुं शक्यते. यत् यत् यत् लेखितं तदेव पठतु भगिनि, चिन्ता मास्तु. अत्र किमपि दीर्घं भवति सारांशः तावदेव. अस्तु, कश्चनचित् कन्दरे वृद्धः पौत्रेण सह निवसति स्म. प्रथमपदं किं भगिनि? कश्चनचित् इति कश्चन अथवा छन अथवा चित् समानार्थकपदम् एकस्य एव उपयोगः भवति. कश्चन कन्दरे इति वक्तुं शक्नोमि महोदय. तत्र कन्दरे इति सप्तमी विभक्ति अस्ति खलु, कन्दरे. अतः कस्मिंश्चित् कस्मिंश्चित् कन्दरे एकः वृद्धः पौत्रेण सह निवसति स्म. वृद्धः प्रतिदिनं प्रातः उत्थाय गीतापठनं करोति. पितामहस्य व्यवहारं दृष्ट्वा पौत्रः सोचयति इति अहमपि भवान् इव भवितुम् इच्छामि. पौत्रः सोचयति इति चिन्तनं करोति. अस्तु अस्तु अस्तु अस्तु. पौत्रः भगवद्गीतापठनम् आरम्भं कृतवान्. सः नानाविधानेन पाठयति परन्तु सः न अवगतवान्. सः पाठयति अथवा पठति? पठति, क्षम्यतां, पठति. नानाविधान पठति परन्तु सः न अवगतवान्. पौत्रः उक्तवान्, पितामह अहमपि गीतापठनं भवान् इव पठितुम् इच्छामि. पठनसमये अहं किञ्चित् अवगच्छामि परन्तु पुस्तकं यदा पिहितं करोति तदा अहं सर्वं करोमि तदा अहं सर्वं विस्मरामि. अतः गीतापठनं मम लाभः किम्? गीतापठनस्य लाभः किं मम इति तत्र अस्तु. मम गीतापठनस्य लाभः इति अस्तु. मम गीतापठनस्य लाभः कः? अतः गीतापठनं त्यजतु इच्छामि. त्यक्तुम् इच्छामि तावदेव अहं लिखामि महोदय. समीचीनं भगिनि, बहु समीचीनम् अस्ति. धन्यवादः. अन्य कोऽपि वक्तुम् इच्छति वा? महोदय, राजेश महोदय. अन्य कः उक्तवती? किं, विच् स्टोरी इस् दिस् महोदय? दिस् इस् गीतापठनं न व्यर्थम्. कः वदति? महोदय, अहं वदामि. राजेश महोदय, एकनिमिषं महोदय, राजेश महोदय एकनिमिषः. गीता भगिनी, एतत् ईमेल् मध्ये लिङ्क् प्रेषितम् अस्ति, कृपया पश्यतु तत्. सम्भाषणसन्देश, इफ् यु क्लिक् आन् द लिङ्क् यु विल् सी द स्टोरी. बालमहोदयः तदेव तदेव गीतापठनं न व्यर्थम् इति. गीतापठनं न व्यर्थं प्राप्तं वा? कश्चन ग्रामः तत्र काचित् वृद्धा निवसति स्म. तदेव तदेव तदेव तदेव तदेव भगिनि. अस्तु, राजेश महोदय कृपया वदतु. एकदा कश्चन वृद्धः तेन पौत्रेण सह पर्वतस्य दरीं जीवनं करोति स्म. सः प्रायेण प्रातःकाले एव उत्थितवान्. प्रतिदिनम् उत्थाय भगवद्गीतापठनम् अपि कृतवान् एव. एषः स्वभावः दृष्ट्वा पौत्रः अपि एतस्य स्वभावं दृष्ट्वा पौत्रः अपि एतादृशं कर्तुम् इच्छति स्म. सः भगवद्गीतायाः पठनम् आरब्धवान्, परन्तु बहुवारं पठित्वा अपि तेन श्लोकान् अवगन्तुं न शक्यते. इत्यनेन कारणेन सः पितामहं तेन क्षम्यतां महोदय, तेन श्लोकान् अवगन्तुं श्लोकान् अवगन्तुं न शक्यते प्रायः. अस्तु, किन्तु तत्र श्लोकान् इति तेन तत्र कर्मणि तत्र क्रियापदं द्वयमस्ति महोदय. अवगन्तुम् अपि शक्यते इति अस्ति खलु, तत्र कर्मणि प्रयोगः भवति चेत् किञ्चित् क्लेशः भवति. सरलं भवति चेत् सः गीताश्लोकान् अवगन्तुं न शक्नुवान् इति, अथवा न शक्नोति स्म इति. कर्तरिप्रयोगं कर्तरि सरलं भवति, तत्र क्रियापदद्वयम् अस्ति अतः. इत्यनेन कारणेन सः पितामहम् अवदत्, भवतः सदृशम् अहमपि गीतां पठामि, परन्तु किमपि न स्मरामि मया. अतः अहं चिन्तयामि यत् गीतापठनेन लाभः नास्ति एव. अतः तत्र एकनिमिषं महोदय, तत्र मया किमपि न पुनः वाक्यद्वयं तत्र पितामहः सदृशम् अहमपि गीतां पठामि, परन्तु किमपि मया न स्मरामि. अहं न स्मरामि. अतः अहं चिन्तयामि यत् गीतापठनेन लाभः नास्ति एव. गीतापठनेन लाभः किमपि नास्ति एव. किमपि नास्ति. अतः अहं गीतापठनं त्यक्तुम् इच्छामि इति. समीचीनम्. एतत् श्रुत्वा पितामहः अवदत् यत् एकं कण्टोलं नीत्वा त्वं नदीतः जलम् आनय. यदा पितामहेन उक्तं तदा हि पौत्रं कृतवान्. पितामहेन उक्तं तदा हि पौत्रेण कृतम्. परन्तु गृहम् आगत्य सः दृष्टवान् यत् कण्डोले जलं नास्ति इति. एतत् दृष्ट्वा पितामहः उक्तवान्, त्वं वेगेन कार्यं करोति चेत् त्वया जलम् आनेतुं शक्यते. हा बहु समीचीनमस्ति महोदय, बहु समीचीनमस्ति. हा धन्यवादः. हा धन्यवादः. समीचीनं. हा अग्रे कः हर्षिता भगिनी वदति वा अथवा? क्षम्यतां महोदय, अहं न कृतवती. अस्तु अस्तु अस्तु, चिन्ता मास्तु चिन्ता मास्तु. केवलम् अहं न पृच्छामि, यः यः न उक्तवान् अहं केवलं पृच्छामि तावदेव. भानुचैतन्य महोदय वक्तुम् इच्छति वा? क्षम्यतां महोदय, मया अपि न कृतम्. अस्तु अस्तु अस्तु, चिन्ता मास्तु. अन्य कोऽपि वक्तुम् इच्छति इच्छति चेत् कृपया वदतु, नो चेत् अग्रे गच्छामः. अस्तु अस्तु, सर्वे उक्तवन्तः. लिखामि, प्रयत्नं करोमि. इदानीं कृता कथा पठितुं कृपया कृपया नाम उच्यतां. पुष्पा, पुष्पा भगिनि. पुष्पा भगिनी, नमस्कारः भगिनी. नमस्कारः भगिनी, वदतु वदतु भगिनी. एकः वृद्धः पौत्रेण सह उपत्यकायाम् इति वदनेन किं वालि वालि वालि वालि वालि ओ हा एक पर्वतस्य पार्श्वे इति पार्श्वे अपि समीचीनम्. अत्र केवलं प्रथम अपि द्वितीयपरिच्छेदस्य सारांशं वदतु इति तावदेव अस्ति. अनिवसत् अथवा निवसति स्म, निवसति स्म, निवसति स्म एव तत्तु वृद्धः प्रतिदिनं भगवद्गीता शीघ्रम् उत्थाय पठनं स्वभावः स्तः नास्थानः आसीत् आसीत् न स्वभावः आसीत् तस्य स्वभावः आसीत् अस्तु तत् दृष्ट्वा पौत्रेण सह पौत्रेण एतत् चिन्तनम् आगच्छति. पौत्रः अपि पौत्रः अपि चिन्तयति चिन्तयति मया गीतापठनं करणीयं करणीयं करणीयं सः पितामहस्य एव पठनं कर्तुं शुरुवात् न न न आरब्धवान् कर्तुम् आरब्धवान् आरब्धं कृतवान् अथवा आरब्धवान् आरब्धवान् अथवा आरम्भं कृतवान् अग्रे तत्तु पठेन तु तस्य पठनेन पठनेन पठेन न पठनेन पठनेन गीताश्लोकान् अर्थं तु न अकृत् न अवगतः तत् न सः हा गीताश्लोकानां गीताश्लोकानाम् अर्थम् अर्थं न अवगतः अथवा श्लोकान् श्लोकान् न अवगतवान् पितामह पृच्छत् पितामह भवान् भवान् इव अहमपि गीतां पठामि न न आमां सत्यं सत्यं भगवद्गीतां पठामि किन्तु किन्तु स्वयं न कृतं पठनसमये किञ्चित् किञ्चित् अवगतं तत्तु विस्मृतं भवति पुस्तकं विस्मरामि किन्तु विस्मरामि विस्मरामि अतः गीतापठनं पठनात् को लाभः इति सः सः पृच्छति तावत् तावत् पर्यन्तं समीचीनं भगिनि धन्यवादः धन्यवादः सम्यक् अस्ति भगिनि सम्यक् अस्ति भगिनि तावत् तावत् समीचीनम् अस्ति अग्रे गन्तव्यं नास्ति एतत् समीचीनम् अस्ति भगिनि अस्तु धन्यवादः धन्यवादः भगिनि अस्तु अन्य कोऽपि वक्तुम् इच्छति वा रघुपतिमहोदय वदति वा सारम् अस्तु अस्तु वदतु महोदय किञ्चित् कृतवान् यत् कृतवान् केवलं केवलं प्रथमद्वितीयपरिच्छेदस्य सारांशः तदेव अहं तदेव करणीयमासीत् पर्वतप्रदेशे एकः वृद्धः आसीत् तस्य एक सस्य एकः पौत्रः अपि आसीत् वृद्धः महान् दैवभक्तः सः प्रतिदिनं गीतायाः पठनं करोति स्म पितामहस्य एतत् अभ्यासं दृष्ट्वा तस्य पौत्रः अपि तस्य अनुकरणं कर्तुम् आरब्धवान् तस्य उद्देशः आसीत् यत् अहम् अपि पितामहेनैव भवितव्यम् इति परन्तु सः बालः एव सः पठितुं समर्थः किन्तु तस्य अर्थं स्पष्टतया अवगन्तुं वा ज्ञातुं वा असमर्थः आसीत् अतः तेन पितामहः उक्तं तस्य समाधानं किम् इति गीतायाः सम्पूर्णं ज्ञानम् अवगन्तुं किं गीतायाः सम्पूर्णं ज्ञानम् अवगन्तुं किं करणीयम् इति मम क्लेशाय समाधानं कृपया सूचयतु इति तस्य प्रश्नस्य किमपि उत्तरं न दत्तवान् पितामहः सः तु बुद्धिमान् आसीत् गीतायाः गीतायाः पठनाय गीतायाः अर्थम् अवबोधनाय एकं कार्यं सूचितवान् सः पौत्रं नदीतः कण्डोलेन जलम् आनेतुं सूचयति पौत्रः पितामहस्य आज्ञां परिपालयति परन्तु यदा सः नदीतः गृहम् आगतवान् तदा कण्डोलात् सर्वं जलं मार्गे पतितः आसीत् पितामहः पौत्रं वदति त्वं मन्दगत्या जलम् आनयति अतः एव सर्वं जलं मार्गे पतितः इतोपि शीघ्रं गत्वा जलम् आनीतव्यम् इति हा तावत् पर्यन्तं समीचीनं महोदय धन्यवादः बहु समीचीनम् अस्ति हा इदानीम् अहं चिन्तयामि अनेकवारम् एतां कथाम् इदानीं वयं श्रुतवन्तः खलु अग्रिमवर्गे यदि अहम् एतत् वदामि हा पर्वतस्य अधोभागे पौत्रेण सह एकः वृद्धः आसीत् इति यदि वदामि सर्वे स्मरन्ति इति मन्ये हा एतां कथां हा भगवद्गीतायाः कथाम् इति हा सर्वे स्मरन्ति इति मन्ये अस्तु अस्तु अग्रे गच्छामः तत्र अभ्यासपुस्तके पेज् 39 तत्र 38 क्षम्यतां हा 38 एतद् वयं न कृतवन्तः एतावत् वयं वर्तमानकालरूपं दृष्टवन्तः, इदानीं भूतकालस्य रूपं कीदृशम् इति पश्यामः. एतत् भूतकालरूपं सुलभभूतकालरूपम् अस्ति. एतत् अपि एतद् रूपं वयं कथायामपि दृष्टवन्तः. कृतवान्, उत्तिष्ठवान्, एत तादृशरूपं तत् पेज् 38 मध्ये अस्ति. भूतकालरूपाणि इति कः हर्षिता भगिनी तत्र पठति वा अभ्यासपुस्तके पेज् 38? हा, 11.1 भगिनि, 11.1. पठति, पठितवान्, पठितवन्तः, पठितवती, पठितवत्यः, पठितवत्यः, पतति, पतितवान्, पतितवन्तः, पतितवती, पतितवत्यः. तावत् समीचीनं भगिनि. तत्र पश्यामः, तत्र पठति इति क्रियापदमस्ति. सः पठति इति वर्तमानकाले, अथवा सा पठति इति अपि अस्ति, किन्तु एकवचने सः पठति, ते पठन्ति इति दृष्टवन्तः वयम्. अत्र किमस्ति, भूतकाले सः पठितवान् अथवा ते पठितवन्तः इति पुल्लिङ्गे एतद् रूपम् अस्ति. क्रियापदस्य साधारणतया लिङ्गभेदः नास्ति, सः पठति, सा पठति, किन्तु एतद् क्रियापदं नास्ति, किन्तु क्रियापदम् इव अस्ति. अग्रे गत्वा पश्यामः एतद् विशेषणम् इति पश्यामः, अतः तत्र भेदः भवति, लिङ्गभेदः. पुल्लिङ्गे रूपं, पुल्लिङ्गरूपम् अथवा स्त्रीलिङ्गरूपं समानं नास्ति. सः पठितवान्, ते पठितवन्तः, अथवा सा पठितवती, ताः पठितवत्यः इति भवति. अत्र वयं किं कुर्मः, प्रथमं पुल्लिङ्गे एकवचने तस्य अभ्यासं कुर्मः, तदनन्तरं स्त्रीलिङ्गे एकवचनस्य अभ्यासः कुर्मः, तदनन्तरं बहुवचनस्य रूपं पश्यामः. अस्तु, अतः केवलं पुल्लिङ्गे यत् रूपम् अस्ति, प्रायशः पुल्लिङ्गे अपि स्त्रीलिङ्गे एकस्मिन् समये कर्तुं शक्नुमः इति मन्ये. केवलम् एकवचनस्य रूपं कुर्मः. अस्तु, तत्र पठति तस्य रूपम् अस्ति, पठितवान्, पठितवती. पतति, पतितवान्, पतितवती, केवलम् एकवचनस्य रूपं स्वीकुर्मः इदानीम्. अस्तु, तत्र गीता भगिनी अग्रिमे वदति. उक्तवान्, उक्तवती, उक्तवती, समीचीनं भगिनी. अग्रिममपि करोतु. पिबति, पिबति, पीतवान्, पीतवती, पीतवती, समीचीनम्. अस्तु, प्रिया भगिनी वक्तुमिच्छति वा अग्रिमम्, अग्रिमद्वयम्? लिखति, लिखितवान्, लिखितवती, नयति, नीतवती, नीतवान्, नीतवती, समीचीनं, समीचीनं भगिनि. रमाबाय् भगिनी अग्रे, अग्रिमद्वयं. पश्यति, दृष्टवान्, दृष्टवती, पृच्छति, पृष्टवान्, पृष्टवती, समीचीनं भगिनी, समीचीनं. हा अस्तु, वेणुगोपाल् महोदय अग्रिमद्वयम्. अस्तु महोदय, त्यजति त्यक्तवान् त्यक्तवती, खादति, खादितवान्, खादितवती. समीचीनं वा महोदय. हा नरेश महोदय अग्रिमद्वयं. जानाति, जातवान्, जातवती. करोति, कृतवान्, कृतवती. हा समीचीनं महोदय. गीता भगिनी. शृणोति, श्रुतवान्, श्रुतवती. ददाति, दत्तवान्, दत्तवती. हा समीचीनं. वंशीसुता भगिनी अग्रिमद्वयम्. अहम् आम् महोदय. उत्तिष्ठति, सः उत्थितवान्, सा उत्थितवती. उपविशति, सः उपविष्टवान्, सा उपविष्टवती. समीचीनं भगिनी. हा बानचैतन्य महोदय अग्रिमद्वयम्. आं महोदय. सः गृहीतवान्, सा गृहीतवती. सः रुदितवान्, सा रुदितवती. हा समीचीनं महोदय. राजेश महोदय. आम्, शक्नोति, सः शक्तवान्, सा शक्तवती. भवति. तत्र अभवत्, अभवत् समानं. तत्र तत्र एतद् रूपं नास्ति, तद् तत् सत्यक्रियापदम् अस्ति, अतः एव अभवत्, अभवत् इति अस्ति. अस्तु, किन्तु अहं चिन्तयामि स्थापयति, तत् कृतवन्तः वा, कृतव स्थापयति. हा तत् स्थापयति. सः स्थापितवान्, सा स्थापितवती. हा समीचीनं महोदय, धन्यवादः. अस्तु, हा अतः तत्र पुल्लिङ्गे स्त्रीलिङ्गे वा, वयम् इदानीं भूतकालस्य रूपं, सुलभभूतकालस्य रूपं वयं दृष्टवन्तः. पठति, पतति, वदति, तादृश. तत्र वान्, पठितवान् अथवा पठितवती. हा तत्र वती इति अस्ति, हा दीर्घ इकारः अस्ति. तत्र पश्यतु, तत् पठति इव नास्ति. हा पठितवती, पठति क्रियापदे ह्रस्व इकारः, पठितवती दीर्घ ईकारः अस्ति. पठितवती, तत्र पठितवान् तस्य विभक्तिरूपमपि भवति, भवान् शब्दस्य एव अस्ति. पठितवान्, पठितवती ईकार स्त्रीलिङ्गशब्दवत्, नदीशब्दवत् तद् भवति. पठितवती तस्य विभक्ति अपि भवति, तस्य पदस्य विभक्तिरूपमपि भवति. अग्रे पश्यामः, किन्तु केवलं वदामि. अस्तु, तत्र एकवारं बहुवचनस्य अपि कुर्मः. अत्र एव प्रश्नः अस्ति. अहं न श्रुतवान् भगिनि. पृष्टं, पृष्टं, हा पृष्टम् अस्ति 38 अभ्यासपुस्तके. अभ्यासपुस्तकमस्ति तत्र 38. महोदय एकः प्रश्नः अस्ति. हा तत्र द्विवचनं किं कारणं चेत् न दत्तवान्? हा एतत् अभ्यासपुस्तकम् अस्ति महोदय. अभ्यासपुस्तकम् इत्युक्ते सर्वं सरलं भवतु इति. अतः द्विवचनस्य रूपम् अत्र न दत्तं, किन्तु गीतासोपाने द्विवचनरूपमपि भवति. यदि एतत् पठितवान्, तद् भवान् शब्दमिव अस्ति. भवान्, भवान्, भवान्, भवन्तौ, भवन्तः. पठितवान्, पठितवन्तौ, पठितवन्तः इति द्विवचने भवति. हा अपि नदीशब्दस्य द्विवचनरूपं किम् अस्ति? नदी, नद्यः, नदी, नद्यौ, नद्यः. पठितवती, पठितवत्यौ, पठितवत्यः. तदेव द्विवचनरूपम् अस्ति. महोदय क्षम्यतां महोदय, न तत्र द्विवचनरूपम् अभ्यासपुस्तके न दत्तं, तत् किञ्चित् क्लिष्टम् इति तावदेव. एकवचनं बहुवचनं यदि कुर्मः तत् तद् समीचीनम् इति चिन्तयित्वा एतत् अभ्यासपुस्तकं कृतवन्तः. महोदय एकः प्रश्नः अस्ति, वदति त्यजति जानाति किञ्चित् धातु पदानि परिवर्तनं भवति, उक्त वदति इति उक्तवान्, पश्यति इति दृष्टवान्, किमर्थं महत्वपूर्णं महत्वपूर्णविषयः अस्ति भगिनि. तस्य एक प्रश्नः समीचीनः अस्ति, समीचीनः एव, किन्तु तत्र किं भवति इति किञ्चिदेव वदामि. क्रियापदं धातुतः आगच्छति, धातुः अस्ति, धातुम् उपयुज्य वयं क्रियापदस्य निर्माणं कुर्मः, किन्तु धातोः गणः इति अस्ति, दशगणाः सन्ति, तत्र एतत् गणविषयम् अस्ति. यदि प्रथमगणे अस्ति रूपम् एतादृशः भवति, द्वितीयगणे अस्ति चेत् एतादृशः भवति इति, अतः एव तत्र वदति उक्तं भवति, पिबति पीतवती भवति, लिखति, अतः किमर्थं नयति नीतवती भवति, पश्यतु दृष्टं, अतः तत्र प्रश्नः समीचीनः एव, किन्तु उत्तरं सुलभं नास्ति इदानीं. किन्तु नियमः अस्ति पाणिनिसूत्रे, सूत्राणाम् उपयोगं कृत्वा रूपं किमर्थम् एतादृशम् इति वक्तुं शक्नुमः, किन्तु किञ्चित् क्लिष्टः अस्ति, किञ्चित् क्लिष्टः अस्ति. समयः कदा आगच्छति तथा एव यदि पाणिनः निश्चयेन निश्चयेन अस्तु. धन्यवादः. एकनिमिषं महोदय. रमाबाई भगिनी वदतु भगिनि. महोदय शक्नोति शक्तवान् शक्तवती इति अत्र अस्ति, शक्नुवान् शक्तवान् एव, शक्नुवान् इति अहं दृष्टवान्, किन्तु शक्तवान् अपि प्रायशः समीचीनम् इति मन्ये भगिनि. शक्नुवान् अपि अहं दृष्टवान् शक्नुवान् शक्तवान् इति अत्र अस्ति. अहं शक्नुवान् दृष्टवान्, किन्तु अत्र शक्तवान् अपि प्रायशः समीचीनमेव अस्ति इति मन्ये. अस्तु महोदय. किन्तु शक्नुवान् समीचीनमेव अस्ति. अन्यप्रश्नः अस्ति वा? अस्तु. अत्र बहुवचनस्य रूपस्य अभ्यासः अपि एकवारं कुर्मः, तदनन्तरं किञ्चित् तस्य अभ्यासः कुर्मः. अस्तु, सरला भगिनी, तत्र बहुवचनरूपं पुल्लिङ्गे स्त्रीलिङ्गे वा त्रयं करोतु तत्र. पठति पठति वदति इति. ते पठितवन्तः, ताः पठितवत्यः, ताः पठितवत्यः, एते पठितवन्तः, एताः पठितवत्यः, ते उक्तवन्तः, ताः उक्तवत्यः. समीचीनं भगिनि, बहु समीचीनं. अग्रे नरेश् महोदय वदति वा, द्वयं करोति वा, पिबति लिखति, पिबति, ते पीतवन्तः, ताः पीतवत्यः, लिखति, ते लिखितवन्तः, ताः लिखितवत्यः, लिखितवन्तः, नयति, ते नीतवन्तः, सः नीतवत्यः. हा समीचीनं महोदय, समीचीनं. हा समीचीनं. गीता भगिनी करोति वा अग्रिमद्वयं? दृष्टवान्, दृष्टवन्तः, दृष्टवत्यः, पृष्टवान्, पृष्टवत्यवन्तः, पृष्टवत्यः. हा समीचीनं भगिनि, अस्तु. हर्षिता भगिनी अग्रे. त्यजति, ते त्यक्तवन्तः, ताः त्यक्तवत्यः. खादति, ते खादितवन्तः, ताः खादितवत्यः. हा समीचीनं भगिनि. हा बालचैतन्य महोदय अग्रिमद्वयम्. आं महोदय, ते ज्ञातवन्तः, ताः ज्ञातवत्यः. ते कृतवन्तः, ताः कृतवत्यः. समीचीनं. हा रघुपतिमहोदय अग्रिमद्वयम्. हा महोदय, शृणोति, ते शृण्वन्तः, ताः श्रुतवत्यः, श्रुतवन्तः, श्रुतवत्यः. ददाति, ते दत्तवन्तः, ताः दत्तवत्यः. समीचीनं महोदय, समीचीनं. हा राजेश महोदय. राजेश महोदय अस्ति वा? अस्तु. ते ते उत्थितवन्तः, ताः उत्थितवत्यः. उपविशति, ते उपविष्टवन्तः, ताः उपविष्टवत्यः. समीचीनं महोदय. हा समीचीनं. प्रिया भगिनी अग्रे. प्रिया भगिनी न श्रूयते. हा हा श्रूयते, इदानीं श्रूयते. हा वदतु भगिनि. स्थापयति वा? स्थापयति. हा स्थापयति. सत्यं. स्थापयति. बालकाः स्थापितवन्तः, बालिकाः स्थापितवत्यः. समीचीनं. हा गृह्णाति. बालाः गृहीतवन्तः. बालिकाः गृहीतवत्यः. गृहीतवत्यः. समीचीनं भगिनि, समीचीनम्. अस्तु, कः न उक्तवन्तः, उक्तवान्? वेणुगोपाल महोदय वदति वा अग्रे. अस्तु अस्तु महोदय. ते रुदितवन्तः, ते रुदितवन्तः, ताः रुदितवत्यः. ते शक्तवन्तः, ताः शक्तवत्यः. समीचीनं महोदय. हा समीचीनं महोदय. अस्तु, इदानीं किञ्चित् तत्र अभ्यासः जातम् इति मन्ये. गृहपाठं, तत्र गृहपाठम् एतदेव अहं प्रेषयामि. अत्र वाक्यानि लिखतु भूतकालरूपस्य उपयोगं कृत्वा इति, तदेव भवति. तत्र वाक्ये यथा वयं श्रुतवन्तः, बालिकाः वा अथवा ताः एते इति तादृश उपयुज्य वाक्यानि लिखन्तु. हा तद् गृहपाठम् अहं प्रेषयामि. अस्तु, इदानीम् अत्र प्रश्न, अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु. हा अस्तु, अतः अग्रे गच्छामः. कः पठति? नरेश महोदय. हा अग्रे पठति वा अग्रिमपुटे? अस्ति, सन्ति, आसीत्, आसन्, अस्मि, स्मः, आसम्, आस्म. तत्र तत्र एकनिमिषं महोदय. तत्र वर्तमानकालरूपं वयं जानीमः, सः अस्ति, ते सन्ति. भूतकाले किं भवति? सः आसीत्, ते आसन्. अहमस्मि, वयं स्मः. अहम् आसं, वयम् आस्म इति तादृशरूपं भवति. वर्तमानकालम् इदानीं भूतकालरूपं यत् गतं गतकाले. इदानीं कृपया अग्रे पठतु महोदय. एतत् सम्भाषणं पठतु. रङ्गनाथ, ह्यः भवान् कुत्र आसीत्? अहं मित्रस्य गृहे आसम्. अत्र कः विशेषः आसीत्? मित्रस्य जन्मदिनम् आसीत्. तत्र जयरामः, अनन्तः, रामकृष्णः इत्यादयः आसन् वा? आम्, सर्वे अपि आसन्. भवतः गृहात् के तत्र गतवन्तः? वयं सर्वे अपि गतवन्तः आस्म. धन्यवादः महोदय. अस्तु, तत्र तत्र रूपं कीदृशम् अपि तस्य प्रयोगः कथं भवति इति वयं दृष्टवन्तः. भवान् कुत्र आसीत्? भवान् कुत्र अस्ति? भवान् कुत्र आसीत्? अहं गृहे अस्मि, अहं गृहे आसम्. कः विशेषः अस्ति अथवा कः विशेषः आसीत् इति भूतकालरूपम् अस्ति इति पदस्य पूर्वं पठति पठितवान् तद् दृष्टवन्तः. अत्र अस्ति, आसीत् इति तादृशरूपं भवति. तत्र अग्रे कः? गीता भगिनी पठति वा अग्रे? तत्र रक्तवर्णे यत् अस्ति एतस्मिन् इति. एतस्मिन् सम्भाषणे 1, 2, 3, 4, 5 इत्यत्र 1, 2, 3, 4, 5 इत्यत्र सुरेशस्य, गोविन्दः, मोहनः, राजीवः इति शब्दपरिवर्तनं कृत्वा पुनः सम्भाषणं पठतु. इत्युक्ते किं भगिनि? इन् दिस् कान्वर्सेशन् 1, 2, 3, 4, 5 इत्यत्र सुरेशस्य, वेरि सुरेशस्य हियर्. तत्र किं करणीयमस्ति? मित्रस्य गृहे आसम्, विशेषः आसीत्, मित्रस्य जन्मदिनम् आसीत्, तत्र जयरामः. केवलं न किं करणीयमस्ति? यत्र एकम् अस्ति तत्र मित्रस्य पदम् अस्ति. तत्र किं करणीयमस्ति? मित्रस्य पदस्य परिवर्तनं करणीयमस्ति. ओ, सुरेशस्य. ओके, प्रथमं करोतु, प्रथमं करोतु. अहं सुरेशस्य गृहे आसम्. समीचीनं भगिनि, अस्तु, तावदेव समीचीनं. कार्यं किं? पुनः एकवारं वदतु कार्यं किम् इति. यत्र संख्या अस्ति, प्रथमं वा, द्वितीया, यत्र संख्या अस्ति तत्र किं करणीयं? परिवर्तनं करणीयम्. यत् पदम् अस्ति तत् न, किन्तु यत् नूतनपदं दत्तम् अस्ति तत् उपयुज्य नूतनवाक्यं वक्तव्यं, खलु? समीचीनं वा? अवगतं वा? सत्यं वा? अवगतम्. अस्तु. एकनिमिष, अन्य कोऽपि करोति? भवती प्रथमं कृतवती, समीचीनं, बहु समीचीनं. अस्तु, कः करोति? हर्षिता भगिनी अग्रिमं द्वितीयाः मित्रस्य जन्मदिनम् आसीत्, मोहनस्य जन्मदिनम् आसीत्, न द्वितीयम् अस्ति सुरेशस्य, तदनन्तरं गोविन्दः इति, गोविन्दस्य जन्मदिनम् आसीत्, तावदेव भगिनि, धन्यवादः, धन्यवादः, कार्यम् अवगतम् इति तदेव अहं पश्यामि अत्र, धन्यवादः, अस्तु, अन्य कोऽपि कः वक्तुं, वेणुगोपाल् महोदय अग्रे, अस्तु, त्रयं चत्वारः पञ्च, तत्र जयरामः मोहनः अनन्तः राजीवः रामकृष्णः इति रामकृष्णः इत्यादयः आसन् वा? हा तावदेव, अस्तु महोदय, अस्तु समीचीनं, हा अस्तु, इदानीं प्रायशः तत्र अभ्यासः सर्वे अभ्यासः कः इति अवगमनम् अभवत् इति मन्ये, अस्तु अग्रे गच्छामः, कः बालचैतन्य महोदय अग्रे पठति वा? अस्ति वा? अस्तु गीता भगिनी अग्रे पठति वा? आम् एतां कथां पठतु. कश्चित् बालकः अस्ति, तस्य नाम सुधीरः. सुधीरः एकदा सुधीरः नगरं गच्छति. शिरस्त्राणि क्रीणाति. तेषां विक्रयणार्थं ग्रामं गच्छति. मार्गे अरण्यम् अस्ति. सुधीरः श्रान्तः भवति. सः वृक्षस्य अधः उपविशति. शिरस्त्रपेटिकां पार्श्वे स्थापयति. तत्र एव निद्रां करोति. समीचीनं भगिनि, समीचीनं, धन्यवादः. अत्र रमाबाई भगिनि, अत्र यत् अस्ति तत्र तस्य भूतकालरूपं गच्छति तावत्पर्यन्तं, गच्छति ग्रामं गच्छति, तस्य वाक् तत्र परिवर्तनं कृत्वा वदतु भूतकालरूपं. कश्चित् बालकः आसीत्, तस्य नाम सुधीरः. एकदा सुधीरः नगरं गतवान्. शिरस्त्राणि क्रीतवान्. तेषां विक्रयणार्थं ग्रामं गतवान्. मार्गे आरण्यम् आसीत्. तावत् पर्यन्तं, समीचीनं भगिनि, गतवान् समीचीनं भगिनि. अग्रे वंशीसुधा भगिनी अग्रे करोति वा मार्गे इति? वंशीसुधा भगिनि अस्ति वा? आं महोदय, मध्ये वदामि महोदय. वदतु भगिनि. मार्गे अरण्यम् आसीत्, सुधीरः श्रान्तः अभवत्. सः वृक्षस्य अधः उपविष्टवान्. शिरस्त्राणपेटिकां पार्श्वे स्थापितवान्. तत्र एव निद्रां कृतवान्. समीचीनं भगिनि, तावदेव, अस्तु, धन्यवादः. सरला भगिनी अग्रे. अस्तु, तत्र केवलं वानराः सन्ति. एकः वानरः सुधीरस्य समीपम् आगच्छति. सः पेटिकां पश्यति, उद्घाटयति. एकं शिरस्त्रं गृह्णाति, शिरसि धारयति, पुनः वृक्षस्य उपरि गच्छति, उपविशति. अस्तु, तत्र धन्यवादः. भूतकालम् अन्य अन्य कोऽपि करोति इति मन्ये. अहं करोमि भवान्. अस्तु महोदय, भनुचेतिनि महोदय, अस्तु करोतु. म्यूट् माध्यमे भगिनि. अस्तु अस्तु, चिन्ता मास्तु. वदतु महोदय. तत्र केचन वानराः आसन्. एकः वानरः सुधीरस्य समीपम् आगतवान्. सः पेटिकां दृष्टवान्, उद्घाटितवान्, एकं शिरस्त्रं गृहीतवान्, शिरसि धारितवान्, पुनः वृक्षस्य उपरि गतवान्, उपविष्टवान्. तावदेव. समीचीनं महोदय. अस्तु, अग्रे कः न पठितो? रघुपतिमहोदय अथवा राजेश महोदय? अस्तु, रघुपतिमहोदय पठतु अग्रे. राजेश महोदय, भवान् भूतकालरूपं वदतु. अन्ये अपि वानराः एतत् पश्यन्ति, ते अपि शिरस्त्रम् इच्छन्ति, अतः अधः आगच्छन्ति, शिरस्त्राणि धारयन्ति, वृक्षे उपविशन्ति. तावत् तावत् पर्यन्तं. धन्यवादः महोदय. अन्ये अपि वानराः एतत् दृष्टवन्तः, ते अपि शिरस्त्रम् इष्टवन्तः, अतः अधः आगतवन्तः, शिरस्त्राणि धारितवन्तः, वृक्षे उपविष्टवन्तः. समीचीनं महोदय, समीचीनं. अस्तु, कः न उक्तवान्? पुष्पा भगिनी पठितुम् इच्छति वा? तत्र पठामि महोदय. अन्ये अपि अस्तु. सुधीरः जागरितः भवति, पुरतः पश्यति, एकम् अपि शिरस्त्रं नास्ति. सः वानरान् पश्यति, शिरस्त्राणि तत्र सन्ति. सः दण्डं दर्शयति, वानराः वृक्षशाखाः दर्शयन्ति. सुधीरः शीलाखण्डं क्षिपति, वानराः फलानि क्षिपन्ति. धन्यवादः भगिनी, धन्यवादः. तावदेव, धन्यवादः. अस्तु, तत्र कः? तावदेव. अस्तु, धन्यवादः भगिनी. पश्यामः कः वक्तुम् इच्छति. अहं अस्तु, करोतु भगिनी. सुधीरः जागरितः अभवत्, पुरतः दृष्टवान्, एकमपि शिरस्त्रं न आसीत्, नासीत्. सः वानरान् दृष्टवान्, शिरस्त्राणि तत्र आसन्. सः दण्डं दर्शित दर्शितवान्. वानराः वृक्षशाखाः दर्शितवन्तः. सुधीरः शिराखण्डं क्षिप्तवान्. वानराः फलानि क्षिप्तवन्तः. समीचीनं भगिनि, समीचीनं. धन्यवादः. अन्य कोऽपि कः वक्तुम् इच्छति? अहं वदामि. अस्तु अस्तु महोदय, वदतु वदतु महोदय. वेणुगोपाल् महोदय वदतु वदतु. सुधीरः उपायं करोति, वानराः अनुकरणशीलाः इति सः जानाति, सः स्वकीयं शिरस्त्रं भूमौ क्षिपति. सर्वे अपि वानराः शिरस्त्राणि क्षिपन्ति. सुधीरः सर्वाणि सङ्गृह्णाति. शीघ्रम् अन्यत्र गच्छति. हा समीचीनं महोदय. अस्तु, तत्र भूतकालस्य रूपं कः वक्तुम् इच्छति? अहं करोमि. अन्य कः उक्तवती? अहं प्रिया. सः प्रिया, प्रिया भगिनी वा? आम्. अस्तु अस्तु. अतः नरेश महोदय, तत्र वाक्यद्वयं भवान् करोतु, तदनन्तरं प्रिया भगिनी करोति. अस्तु. सुधीरः उपायं कृतवान्. वानराः अनुकरणशीलाः इति सः ज्ञातवान्. अस्तु, अग्रे प्रिया भगिनी करोतु. सः स्वकीयं शिरस्त्रं भूमौ क्षिप्तवान्. सर्वे वानराः शिरस्त्राणि क्षिप्तवन्तः. सुधीरः सर्वाणि सङ्गृहीतवान्. शीघ्रम् अन्यत्र गतवान्. समीचीनं भगिनि, समीचीनम्. अस्तु, तत्र कथा कीदृशं, कथायाः विषये पश्यामः यः वक्तुम् इच्छति इति. अस्तु, राजेश महोदय, तत्र प्रथमपरिच्छेदे पेज् 39 मध्ये किं भवति इति स्वशब्दैः किञ्चित् वदतु. कश्चित् बालकः अस्ति इति, तत्र किञ्चित् वाक्यद्वयं किञ्चित् वदतु अत्र. राजेश महोदय. एकदा कश्चन बालकः आसीत्. तस्य नामः सुधीरः. नाम सुधीरः आसीत्. एकदिने सुधीरः एकस्मिन् दिने सुधीरः नगरं गतवान्. नगरं गत्वा सः शिरस्त्राणि क्रीतवान्. तत्र वदतु वदतु महोदय. शिरस्त्राणि विक्रयणार्थम् एव क्रीत्वा सः ग्रामं गतवान्. ग्रामस्य मध्ये ग्रामस्य अथवा मार्गे मार्गे एकम् अरण्यम् आसीत्. सुधीरः श्रान्तः एव आसीत्. सः वृक्षस्य अधः उपविष्टवान्. अग्रे अग्रे सः शिरस्त्रपेटिकाम् अपि स्थापितवान् पार्श्वे. शिरस्त्रपेटिकां स्थापितवान् स्थापित्वा सः निद्रां कृतवान्. तत्र शिरस्त्रपेटिका इति किम् अस्ति इति अवगमनमस्ति खलु मध्ये चिन्तितवान् अपि क्रीणीतवान् एव समीचीनम् इति क्रीणीतवान् इति समीचीनम् इति मन्ये किन्तु क्रीतवान् वा अस्तु क्रीतवान् एकादश पायिण्ट् त्री तत्र दत्तम् अस्ति क्रीतवान् कुत्र कुत्र भगिनि 11.3 दत्तम् अस्ति तत्र अस्तु धन्यवादः धन्यवादः किन्तु तद् अहमपि चिन्तितवान् क्रीणीतवान् वा अथवा क्रीतवान् वा अस्तु धन्यवादः क्रीतवान् एव अस्तु तत्र प्रथमपरिच्छेदस्य अवगमनम् अस्ति इति मन्ये तत्र कथायाः विषये कोऽपि प्रश्नः अस्ति वा सर्वे अवगच्छन्ति वा स्वकीयम् इत्युक्ते कः अर्थः महोदय कुत्र अस्ति स्वकीयं लास्ट् पेराग्राफ् सः स्वकीयं शिरस्त्रं भूमौ क्षिपति स्वस्य महोदय शिरस्त्रम् इत्युक्ते हेल्मेट् वा हेट् अत्र हेट् इति मन्ये यत् शिरस्य रक्षणं करोति घ्राणं करोति शिरस्त्रं तत्र केवलं हेट् इति अर्थे इति अस्ति शिरस्त्रं सत्यं आं स्वस्यं सः स्वस्यं शिरस्त्रम् इति परं भवति अथवा स्वस्य क्षम्यतां सः स्वस्य शिरस्त्रं तावद् तत् षष्टिविभक्ति तत्रैव अस्ति खलु सः स्वस्य शिरस्त्रं स्वकीयं शिरस्त्रम् अस्तु किन्तु अर्थः स्वस्य इति वक्तुमपि शक्नुमः इति तावदेव वदामि तत्र विभक्तिभेदः अस्ति किन्तु अर्थः समानः अस्ति भूमौ इति किं विभक्ति महोदय भूमौ इति सप्तमी विभक्ति अस्तु तत्र प्रश्नः नास्ति चेत् अस्तु किञ्चित् अग्रे गन्तुं शक्नुमः अग्रे केवलं यत् वयं कृतवन्तः परिवर्तयतु तदेव वयं कृतवन्तः अस्तु अतः 11.3 क्रियापदभूतकोपलोचनं कथां पुनः पठतु तदपि कृतवन्तः अस्तु अग्रिमं 11.3 ई इति कुर्मः अस्तु कः पठति अत्र भानुचैतन्यमहोदय पठति वा अत्र आं महोदय कथायां स्थूलाक्षरैः दृश्यमानानि क्रियापदानि भूतकालरूपतु महोदय तत् पठतु एकवारं पठतु परिवर्तयतु तत् कृतवन्तः अथवा न वयं कृतवन्तः वा किं भवान् कथायां यत् भवान् पठितवान् तत् वयं तत् कार्यं वयं कृतवन्तः वा न वा वयं कृतवन्तः अस्तु अग्रिममपि कृतवन्तः अतः तस्य अग्रिमं एतद् दृष्ट्वा कः कदा इति एतद् दृष्ट्वा कः कदा कुत्र आसीत् इति लिखतु सन्दीपः समयः दत्तवान् विद्यालयः. सन्दीपः दशवादने विद्यालये आसीत्. एकादशवादने क्रीडाङ्गणे आसीत्. समीचीनं महोदय, समीचीनं, धन्यवादः. वंशीसुधा भगिनी अग्रे. कृष्णः द्वादशवादने गृहे आसीत्. समीचीनम्. तावदेव. अस्तु अस्तु, नरेश महोदय अग्रे. अहं सप्तवादने ग्रन्थालये आसम्. अस्तु, हर्षिता भगिनी अग्रिमम्. वयम् अष्टवादने वृत्तकोशे आसम्. वित्तकोशे अहम् आसम्. अहम् आसम्. वयम् आस्म. वयम् आस्म. आस्म, समीचीनं भगिनि. अस्तु, यदि कोऽपि इच्छति चेत् तत्र सः अस्ति, ते सन्ति, अहमस्मि, वयं स्मः इति तस्य भूतकालरूपं तत्र दत्तमस्ति. सः आसीत्, ते आसन्, अहम् आसम्, वयम् आस्म, त्वम् असि, यूयं स्त इति अस्ति. तत्र भूतकालरूपम् अस्ति अहम् आसम्, त्वम् आसीः, अपि वयम् आस्म, यूयम् आस्त इति भवति. भूतकालरूपम् अस्ति आसीः, अपि आस्त इति. त्वम् आसीः, यूयम् आस्त इति. तत्र अत्र न दत्तमस्ति, किन्तु गीतासोपाने दत्तमस्ति. अग्रे पश्यामः, किन्तु यदि अत्र लेखितुम् इच्छन्ति चेत् कृपया लिखन्तु, तदपि उपयोगं भवति. पुनरेकवारं वा? तत्र त्वम् अपि यूयं विषये भूतकालरूपम् अस्ति आसीः. आसीः सर्वं दीर्घम्. आसीः अपि बहुवचने आस्त. आस्त महाप्राणन अल्पप्राण अल्पप्राण. विसर्ग अस्ति. आम्, विसर्गः अपि अस्ति. आसीः भूतकाले. भूतकालं त्वम् असि, किन्तु भूतकाले त्वम् आसीः. अपि यूयं स्थ, तत्र महाप्राणः अस्ति तकारे, किन्तु भूतकालरूपे यूयम् आस्त. महाप्राण नास्ति, अल्पप्राणः एव अस्ति. प्रथमतकारः, प्रथमतकारः इति अस्ति. तत्र रूपं तादृशम् अस्ति. अस्तु, इदानीं पर्यन्तं भूतकालस्य किञ्चित् कृतवन्तः. एतत् कुर्मः, सर्वे यत् अत्र वयं अनेकानि वाक्यानि दृष्टवन्तः, लिखितवन्तः अपि, सन्दीपः, दिव्या, कृष्णः, तादृशः वाक्यं चिन्तयन्तु इदानीं. चिन्तयित्वा कृपया वदतु, कोऽपि, कदा, कुत्र, किम् आसीत् इति, अथवा क्रीडितवान् तदपि, अथवा गतवान् तदपि वक्तुं शक्नुवन्ति. रामः सप्तवादने ग्रन्थालयं गतवान् इति, तादृशवाक्यम्. अस्तु, कः वक्तुमिच्छति? केवलम् एकं वाक्यम्. अनेकाः जनाः सन्ति, अतः एकं वाक्यं समीचीनं, तावदेव. कः वक्तुमिच्छति? का वक्तुमिच्छति? अस्तु, सरलभगिनी, अहं प्रातःकाले सप्तवादने कार्यालये गतवती. कार्यालयं गतवती? कार्यालयं गतवती. समीचीनं भगिनि. हा अस्तु, अग्रे अन्य कोऽपि? गोविन्दः अष्टवादने क्रीडाङ्गणं गतवान्. हा समीचीनं महोदय. हा अग्रे सुरेशः दशवादने वित्तकोशं गतवान्. वित्तकोशं गतवान्, समीचीनं भगिनि. हा गीता भगिनि वदतु. अहं प्रतिदिनं षड्वादने संस्कृतभाषायां पठितुं समीचीनं भगिनि. हर्षित भगिनी वदतु. बालकः षड्वादने गृहपाठं कृतवान्. आम् समीचीनं भगिनि. हा अग्रे राजेश महोदय वा? अहं वदामि. अहम् अद्य पञ्चवादने पाकं कृतवान्. पाकं कृतवान्, समीचीनं महोदय. हा राजेश महोदय वदतु. अद्य खादितवान्. अहम् अद्य सप्तवादने रोटिकां खादितवान्. यत् वेणुगोपाल् महोदय कृतवान् तदेव भवान् खादितवान् वा? भोजनं रुचिकरम् आसीत्. अस्तु अद्य कोऽपि अद्य महोदय वयमपि सर्वे षड्वादने संस्कृतं पठितवन्तः आसन्. वयम् इति अस्ति अत्र, अतः किम् आसन् तु वयम् आस्म. वयम् आस्म, समीचीनं भगिनि. हा समीचीनं भगिनि. हा गीता भगिनी वक्तुम् इच्छति वा? अस्तु, चिन्ता मास्तु. यदि यदि वक्तुम् इच्छति चेत् वदतु. अन्य कोऽपि वक्तुम् इच्छति वा? केवलम् एकं वाक्यं. हा समय अस्तु अस्तु अस्तु. हा रघुपति महोदय वदतु, तदनन्तरं वर्गं कुर्मः. अस्तु वदतु महोदय. हा सन्दीपः कृष्णः च दशवादने विद्यालयौ गतवन्तौ. विद्यालयं गतवन्तौ. एतत् वयं न कृतवन्तः, किन्तु द्विवचनरूपं समीचीनम् अस्ति महोदय. अस्तु हा अस्तु. वेणुगोपाल् महोदय पूर्वं पृष्टवान्. हा वदतु. कृष्णः प्रति गोपिकायां गृहं गोपिकायाः गृहं गन्तुं मक्कं चोरितवन्तः चोरितवान् मक्कं चोरितवान् गतवान् अस्तु अथवा गत्वा मक्कं चोरितवान्. नवनीतं चोरितवान्. समीचीनं भगिनि, समीचीनं. हा प्रिया भगिनी वदति वा? वदामि महोदय. अद्य षड्वादने अहं पूजां कृतवती समीचीनं भगिनि, समीचीनं. हा अहं एतस्मिन् समये पूजां कृतवती. बहु समीचीनम् अस्ति भगिनि. अस्तु कृतवती. हा अन्य कोऽपि वक्तुम् इच्छति वा? धन्यवादः भगिनि. हा अन्य कोऽपि वक्तुम् इच्छति वा? अहमेकं प्रश्नं पृच्छामि महोदय. भवान् जपान् प्रयाणं कथम् आसीत्? मम प्रयासं समीचीनं. मम प्रयासः समीचीनः आसीत्. गत बहुवर्षपूर्वम् अहम् एकवारं गतवान्. तत्र बहु क्लेशः आसीत्. सस्याहारी आहारं तत्र न सुलभतया न लभ्यते. किन्तु इदानीम् अहं दृष्टवान् अनेक तत्र सस्याहारी आहारं सुलभतया लभ्यते, अतः क्लेशः नास्ति. अहं केवलं पञ्चदिनम् एव तत्र तिष्ठवान्, किन्तु समीचीनम् आसीत् महोदय. धन्यवादः. अस्तु अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु, नो चेत् विरमामः. अग्रिमसप्ताहे मिलामः. अहं ईमेल् द्वारा गृहपाठं प्रेषयामि. सर्वेभ्यो नमस्कारः. धन्यवादः. अहम् ईमेल् न ऐ एम नाट् गेटिङ्ग् एनी आफ़् योर् ईमेल्. संस्कृतप्रिया मध्ये अस्ति वा? अस्ति महोदय. हर्षिता भगिनी खलु? हा आं महोदय. भवती यत् ईमेल् प्रेषयामि तत् भवती न प्राप्नोति वा? नो महोदय. भवान् अपि गतसप्ताहे वर्गः न अस्ति इति अहं न जानामि. अहं ईमेल् न प्राप्तवती, अतः प्राप्तवती, अतः भवती चिन्तितवती वर्गः भवति इति. ओ क्षम्यतां, क्षम्यतां. गृहपाठम् एव च न आगतवती. अस्तु अस्तु अस्तु अस्तु अस्तु एकवारम् अहं पश्यामि. यदि एतत् संस्कृतप्रियाः 2013 गूगल् ग्रुप्स् मध्ये भवती अस्ति खलु? यदि अस्ति चेत् भवती नास्ति वा तत्र? नास्ति. किन्तु पूर्वम् एतत् ईमेल् प्राप्तवती खलु? पूर्वतः न आगतवती. गृहपाठ कोऽपि न आगतवती. न किन्तु यदि एकवारमपि एतत् ईमेल् न प्राप्तवती वा? पूर्वम् अहम् एकं ग्रूप् कृत्वा अहं प्रेषितवान्. तदनन्तरम् अहं गूगल् ग्रूप्स् मध्ये प्रेषितवान्. कोऽपि गूगल् ग्रूप्स् ईमेल् भवती न प्राप्तवती? न महोदय. अस्तु अस्तु अस्तु एकवारम् अहं दृष्ट्वा गूगल् ग्रूप्स् मध्ये अहं स्थापयामि. भवत्याः ईमेल् स्थापयामि. अस्तु. यदि एतस्मिन् सप्ताहे अहं एकवारं प्रेषयामि भवत्याः ईमेल् डैरेक्ट्लि प्रेषयामि. किन्तु अग्रिमसप्ताहे आरभ्य गूगल् ग्रूप्स् ईमेल् तत् समीचीनं कार्यं करोति इति चिन्तयामः. अस्तु. आम् आं महोदय. धन्यवादः. अस्तु. नमस्कारं भगिनि. कोऽपि चिन्ता नास्ति. धन्यवादः. अहं गतसप्ताहे वर्गः आसीत् इति क्षम्यताम्. अहं चिन्तितवान् सर्वे जानन्ति इति. क्षम्यताम्. धन्यवादः. अहम् ईमेल् प्रेषयामि. गूगल् ग्रूप्स् मध्ये अपि स्थापयामि. आं महोदय. धन्यवादः. अस्तु. अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु. नास्ति महोदय. अस्तु अस्तु अस्तु. धन्यवादः, नमस्कारः.